अथ नामः खण्डः। अथ खलु अहम् आदित्यं सप्तविधं सां पाथित सर्वदा समस्तेन सां मां प्रति मां प्रतीति सर्वेण समस्तेन साम अवयवमात्रे साम्यादित्यदृष्टिः पञ्चविधेषु उक्तप्रथमे च अध्याये। अथ इदानीं खलु अहम् आदित्यं समस्ते साम्ने अवयवविभागेषु अद्यस्य सप्तविधं सां पाथित। कथं पुनः सामर्थ्यम् आदित्यस्य इति उच्यते? उद्गीतत्वे हेतुवदादित्यस्य सामत्वे हेतु कोसं सर्वदा समः वृद्धिक्षय अभवत् तेन हेतुना साम आदित्य मां प्रति इति तुल्या बुद्धिम् उत्पादय। अतः सर्वेण समः अतः साम समत्वात् इत्यर्थः। उद्गीतभक्तिसामान्यवचनादेव लोकादिषु उक्तसामान्यात् हिङ्कारादित्वं गम्यते इति हिङ्कारादित्वकारणं न उक्तं। सामत्वे पुनः सवितुः अनुक्तं कारणं न सुबोधमिति समत्वम् उक्तम्। तस्मिन् इमानि सर्वाणि भूतानि अन्वायत्तानि इति विद्यात् तस्य प्रोदयात् स हिङ्कारः तदस्य पशुः अन्वायत्ताः तस्मात् ते हिं कुर्वन्ति हिङ्कारवायुमहि तस्य साम्नः। तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनुगतानि आदित्यमुपजीव्यत्वेन इति विद्यते। कथं? तस्य आदित्यस्य यत् पुरोदयात् धर्मरूपं स हिङ्कारः भवति। तत्र इदं सामान्यं यत् तस्य हिङ्कारभक्तिरूपं तदस्य आदित्यस्य साम्नः पशवः गवादयः अन्वायत्तः अनुगतः तद्भक्तिरूपम् उपजीवन्ति इत्यर्थः। यस्मादेवं तस्मात् ते हिं कुर्वन्ति पशवः प्रागुदय तस्माद् हिङ्कारभाजिनो हि एतस्य आदित्याख्यस्य साम्नः तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते। अतः यत्प्रथमोदिते स प्रस्तावः तदस्य मनुष्याः अन्वयितः तस्मात् ते प्रस्तुतिकामाः प्रचङ्गं स कामः प्रस्तावभाजिनो हि एतस्य साम्नः। अथ यत्प्रथमोदिते सवितृरूपं तदस्य आदित्याख्यस्य साम्नः स प्रस्तावः तदस्य मनुष्याः अन्वयितः पूर्वत् तस्मात् ते प्रस्तुतिं प्रशंसां कामयन्ति यस्मात् प्रस्तावभाजिनमहि एतस्य साम्नः। अतः यत् सङ्गमवीलायागं स आदिः तदस्य वयागंसि अन्वयितानि तस्मात् तानि अन्तरिक्षे अनारम्भणानि आदायात्मानं परिपतन्ति आदिभाजिनिः एतस्य साम्नः। अथ यत् सङ्गमवीलायां गवां रश्मीनां सङ्गमनं सङ्गवो यस्यां वेलायां गवां वा वत्सैः सह सा सङ्गमवेला तस्मिन् काले यत् सावित्रं रूपं स आदिः भक्तिविशेषः तदस्य वयांसि पक्षिणो अन्वायत्तानि यत एवं तस्मात् तानि वयांसि अन्तरिक्षे अनारम्भणानि अनालम्बनानि आत्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्ति। अतः आकारसामान्या तु आदिभक्तिभागिनी एतस्य साम्नः। अथ यस्साम्प्रतिमाध्यां दिने स उद्गीतः तदस्य देवान्वयितः तस्मात् ते सत्तमः प्राजापत्यानाम् उद्गीतभाजिनो हि एतस्य साम्नः। अथ यत् साम्प्रतिमध्यन्दिने ऋजुमध्यन्ने इत्यर्थः स उद्गीतभक्तिः तदस्य देवान्वयितः द्योतनातिशयात् तत्काले तस्मात् ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजापत्यपत्यानाम् उद्गीतभाजिनो हि एतस्य साम्नः। अथ यदूर्ध्वं मध्यन्दिना प्रागवर्णात् स प्रतिहरः तस्य गर्भान्वयितः तस्मात् ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो हि एतस्य साम्नः। अथ यदूर्ध्वं मध्यन्दिना प्रागपराणात् यद्रूपं सवितुं स प्रतिहार तदस्य गर्भान्वायितः अतः ते सवितुः प्रतिहारभक्तिरूपेण ऊर्ध्वं प्रतिवृताः सन्तः न आपद्यन्ते न अधपतन्ति तद्वारि सत्यपि इत्युक्तः। यतः प्रतिहारभाजिनो हि यतः साम्न गर्भः। अथ यदूर्ध्वम् अपराह्णात् प्रागस्तमयात् स उपद्रवः तदस्य अरण्यान्वायितः तस्मात् ते पुरुषं दृष्ट्वा कक्षकं श्वभ्रमिति उपद्रवन्ति उपद्रवभाजिनम् एतस्यामः। अथ यदूर्ध्वम् अपराह्णः प्रागस्तमया स उपद्रवः, तदस्य अरण्यः पशवः अन्वायत्। तस्मात् ते पुरुषं दृष्ट्वा भीतः कक्षम् अरण्यं श्वभ्रं वयशून्यमिति उपद्रवन्ति उपगच्छन्ति। दृष्ट्वा उपद्रवणा तु उपद्रवभाजिनो हि एतस्यां। अथ यत्प्रथमास्तमिति तन्निधनं तदस्य पितरवन्मायत्त, तस्मात् तान् निदधति निधनभाजिनो हि एतस्याम्यः। एवं खलु अमुम् आदित्यं सप्तव्यं सामुपास्तेयम्। अथ येन् प्रथमास्तमिते अदर्शनं जिगमिषति सवितरि तन्निधनं तदस्य पितरः अन्वायत्त, तस्मात् तान् निदधति। पितृपितामह प्रपितामहरूपेण दर्भेषु निक्षिपन्ति तान्, तदर्थं पिण्डान् वा स्थापयन्ति। निधनसम्बन्धातु निधनभाजिनो हि एतस्याम्नः पितरः। एवम् अवयवशः सप्तदा विभक्तं खलु अहम् आदित्यं सप्तविधं सामुपास्ते यः, तस्य तदापत्तिः फलमिति वाक्यशेषः इति नामखण्डभाष्यम्। दशमः खण्डः। मृत्युः आदित्यः अहोरात्रादिकालेन जगतः प्रमापयितृत्व तस्य अतितरणाय इदं सामुपासनमुपदिश्यते। अथ खलु आत्मसम्मितम् अतिमृत्युसप्तविधिं सामुपासिता हिङ्कार इति त्रिक्षणं कृत्वा वित्रिक्षणं तत्समम्। अथ खलु अनन्तरम् आदित्यमृत्युविषयसामुपासनस्य आत्मसम्मितं स्वावयवतुल्यतया मितं परमात्मतुल्यतया वा असम्मितम् अतिमृत्यु मृत्युजये हेतुत्व यथा प्रथमे अध्याये उद्गीतभक्तिनामाक्षराणि उद्गीत इति उपास्यत्वेन उक्तानि, तथा इह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिः त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यते। तदुपासनं मृत्युगोचर अक्षरसङ्ख्यासामान्येन मृत्युं प्राप्य तदतिरिक्ताक्षरेण तस्य आदित्यस्य मृत्योः अतिक्रमणा एव सङ्क्रमणं कल्पयति। अतिमृत्यो सप्तमीं सामुपासीत् मृत्युम् अतिक्रान्तम् अतिरिक्त अक्षरसङ्ख्या इति अतिमृत्युसाम। तस्य प्रथमभक्तिनामाक्षराणि हिङ्कारयति। एतत्रक्षरं भक्तिनाम प्रस्ताव इति च भक्तेः त्र्यक्षरमेव न तत्पूर्वेण समम्। आदिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तथैह एकं तत्समम्। आदिरिति द्व्यक्षरं सप्तविधस्य साम्नः सङ्ख्यापूर् आदिः इत्युच्यते। प्रतिहारः इति चतुरक्षरं तथा इह एकम् अक्षरम् अवच्छिद्य आद्यक्षरयोः प्रक्षिप्यते तेन तत् सममेव भवति। उद्गीत इति त्र्यक्षरम्, उपद्रव इति चतुरक्षरं, त्रिभिः त्रिभिः समं भवति अक्षरम् अतिशिष्यते त्र्यक्षरं तत्समम्। उद्गीत इति त्र्यक्षरम्, उपद्रव इति चतुरक्षरं, त्रिभिः त्रिभिः समं भवति अक्षरम् अतिशिष्यते अतिरिच्यते तेन वैषम्यप्राप्ते साम्नः समत्प्रकरणायाः तदेकमपि स तु अक्षरमिति त्र्यक्षरमेव भवति अतः तत्समम्। निधनमिति त्र्यक्षरं तत्सममेव भवति। तानि हवा एतानि द्वाविंशतिरक्षराणि निधनमिति त्र्यक्षरं तत्सममेव भवति। एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथा प्राप्तानि एव अक्षराणि सङ्ख्यायन्ते तानि हवा एतानि सप्तभक्तिनामक्षराणि द्वाविंशति। एकविंशति आदित्यम् आप्नोति एकविंशो वा इतो असौ आदित्यो द्वाविंशेन परमादित्याजयति तन्नाकं तद्विशोकम्। तत्र एकविंशति अक्षरसङ्ख्य आदित्यम् आप्नोति मृत्यु, यस्मादेकविंशः इतः अस्माल्लोकान् असवादित्यः सङ्ख्यय द्वादशमासाः पञ्च ऋतवः त्रय इमे लोकः असवादित्य एकविंशः इति श्रुते। अतिशिष्टेन द्वाविंशेन अक्षरेण परं मृत्योः आदित्यात् जयति आप्नोति इत्यर्थः। यच्च तदादित्यात् परं किं तन् नाकं कमिति सुखं तस्य प्रतिषेधो अकं तन्न भवति इति नाकं कमेव इत्यर्थः। अमृत्युविषयत्व विशोकं च ततो विगतशोकं मानसदुःखरहितम् इत्यर्थः तदाप्नोति इति। आप्नोति आदित्यस्य जयं परोहस्य आदित्यजय जयो भवति इत्यं विद्वान् आत्मसंहितं मतिमृत्युसप्तविधंसामुपास्ते सामुपास्तेम् उक्तस्यैव पिण्डितार्थमः एकविंशतिसङ्ख्यया आदित्यस्य जयं मनु परोह अस्ति इयं विदः आदित्यजाय तु मृत्युगोचरा तु परो जयो भवति द्वाविंशति अक्षरसङ्ख्या इत्यर्थः य एतदेवं विद्वान् इत्यादि उक्तार्थं तस्य एतन् यथोक्तं फलमिति विरभ्यास साप्तविद्यसमाप्त्यर्थः इति दशमखण्डभाष्यम् एकादशखण्डः मनोऽहङ्कारो वा प्रस्तवः चक्षुर्गीता श्रोतं प्रत्यार प्राणोनिधनम् एतद् गायत्रं प्राणेषु प्रोतं विना नाम ग्रहणं पञ्चविधस्य सप्तविधस्य च साम्यः उपासनमुक्तम् अथ इदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामुपासनान्तराणि उच्यन्ते यथाक्रमं गायत्रादीनां कर्मणि प्रयोगः तथैव मनोहिङ्कारः मनसः सर्वकरणवृत्तीनां प्राथम्यात् तदानन्तर्या तु वाक्प्रस्तावः चक्षुः उद्गीतः श्रेष्ठ श्रोत्रं प्रत्याहारः प्रतिहृदत्वात् प्राणो निधनं यथोक्तानां प्राणे निधनात् स्वापकारे एतद् गायत्रं साम प्राणिषु प्रोतं गायत्र्याः प्राणसंस्थतत्वात् स एवमेतद् गायत्रं प्राणिषु प्रोतं वेद प्राणी भवति सर्वमायुरेति योग जीवति महान् प्रजया प्रजभिः भवति महान् कीर्त्या महामनाः स्यात् तद्व्रतं सः य एवमेतद् गायत्रं प्राणिषु प्रोतं वेद प्राणी भवति अविकलकरणो भवति इत्येतत् सर्वमायुरेति शतं वर्षाणि सर्वमायुः पुरुषस्य इति श्रुते योग उज्ज्वलः सञ्जीवति महान् भवति प्रजादिभिः महांश्च कीर्त्य गायत्रोपासकस्य एतत् व्रतं भवति यत् महामनाः अक्षुद्रचित्तः स्यादित्युक्तः इति एकादशखण्डभाष्यम्